सर्वेषां नमस्कारः. अद्य अद्य प्रेरणार्थे निच् विशेषाः अजन्तदातवः इति करपत्रम् अनुवर्तते. तर्हि गते सप्ताहे अस्माभिः ली धातोः विषये दृष्टं. महोदय किञ्चन विषयान् इतोपि तत्र स्थापितवान् इति कृत्वा पुनः पठामः ली धातुः इति आरभ्य. अस्तु, अरुणा भगिनी पठति किं भगिनि, कृपया. भगिनि श्रूयते किं? मम समीपे करपत्रं अभवत् भगिनि, अन्य अनन्तरं पश्यामि, अहं पठामि. श्रूयते वा? हलो, श्रूयते महित् भगिनि? अधुना अधुना श्रुणोमि. मम समीपे करपत्रं नास्ति भगिनि. ओ एवं किम्? अस्तु, अहं पश्यामि दूरवाणी. अस्तु, गीता भगिनी पठति किं भगिनि, ली धातुः इति आरभ्य. गीता भगिनि, भवत्याः ध्वनिः अपि न श्रूयते भगिनि, म्यूटेड् अस्ति. ओ अस्तु अस्तु अस्तु, म्यूट् मध्ये भगिनि. अस्तु, क्षम्यतां भगिनि. अत्र तु ली एकनिमिषं, ज्ञा ग्ला इ क्री ली, अत्र नम्बर् टु नाम भगिनि ली धातुः. ली धातुः इति आरभ्य पठामः भगिनि. पठामि वा भगिनि? आमां कृपया. ली इत्युक्ते भ्वादिगणे लयति, टु मेल्ट्. दिवादिगणे लीयते, टु बि डिसाल्व्ड्. क्र्यादिगणे लिनाति, टु मेल्ट्. चुरादिगणे लाययति, द्रवीकरणे. पाणिनेः धातुपाठे त्रयः ली धातवः सन्ति, दिवादि गणे, क्र्यादिगणे, चुरादिगणे च. यः धातुः चुरादिगणे अस्ति तस्य विकल्पेन णिच् विधीयते आर्धृषाद् वा इत्यनेन गणसूत्रेण. यस्मिन् पक्षे णिच् न विधीयते तस्मिन् पक्षे रूपं भ्वादिगणवत् भवति. अतः मातृभिः उच्यते यत् अयं धातुः भ्वादिगणे भवेत्. पाणिनिना तु चुरादिगणे एवम् अयं धातुः स्थापितः. एतादृशा केचन धातवः सन्ति यत्र मातॄणां मतमस्ति यत् धातुपाठः समीकरणीयः. अत्र तु धातु ली एव, किन्तु गणत्रयं ली धातु सन्ति, अपि च ते भ्वादिगणे, द्वादिगणे, क्र्यादिगणे भगिनि. तदनन्तरम् एकं सूत्रं, गणसूत्र अस्ति, आधृषाद् वा इति अहं न अवगतं, किन्तु इति सूत्रेण चुरादिगणे यः ली धातु अस्ति तस्य विकल्पेण णिच् विधीयते चुरादिगणे एव. अत्र आदृशाद्वा इत्यनेन तदनन्तरं यदि विकल्पेन णिच् न विधीयते तदनन्तरं भ्वादि गणवत् भवति. अतः मातृभिः उच्यते, तत्तु अहं न अवगतं भगिनि. मातृभिः उच्यते यत् यत्र एकस्मिन् पक्षे अत्र किमपि नास्ति भगिनि, एकस्मिन् पक्षे निच्छिद्यते, अनन्तरं गणसूत्रेण अन्यस्मिन् पक्षे केवलं अन्यस्मिन् पक्षे यत्र निच् प्रत्ययः न विद्यते तत्र तु कर्तरिषप् इति सामान्यसूत्रमस्ति खलु, तत् आगत्य कार्यं करोति, तर्हि भुआदिगणवत् भवति खलु तस्य रूपम् इति कृत्वा वयं तु अधुना तु भुआदिगणे स्थापितुं शक्नुमः. अस्य चर्चा अद्यतनचर्चार्थं भुआदिगणे स्थापितुं शक्नुमः खलु इति कृत्वा महोदय तत्र स्थापितं. मातृभिः किमर्थं दत्तं भगिनि? अत्र नास्ति, मातृभिः इत्युक्ते पुष्पादीक्षितं माता अस्ति खलु, तस्याः एव पाठ्यक्रमः अस्ति अस्माकम्. ओ अस्तु अस्तु अस्तु, पुष्पादीक्षित् मातव्य, अस्तु अस्तु अस्तु, अस्तु अधुना अवगतं भगिनि, क्षम्यतां, धन्यवादः. अग्रे पठति किं भगिनि? अस्तु भगिनि, लीलोर् नुग्लुका वन्यतरस्यां स्नेहविपातने णिचि परे स्नेहविपातने विकल्पेन ली धातोः नुक् ला धातोः लुक् च तद्भावे पुक् तदभावे पुक् तद् अभावे पुक् स्नेहः नाम तैलं घृतं विपातनं नाम टु मेल्ट् डिसॉल्व. स्नेहविपातनार्थे णिचि ली धातोः नुगागमः ला धातोः लुगागमः च विकल्पेन भवति. लीश्च लाश्च लीलौ द्वन्द्वः तयोर्लीलोः. नुक् च लुक् च नुग्लुकौ द्वन्द्वः. स्नेहस्य विपातनं स्नेहविपातनं, तस्मिन् स्नेहविपातने षष्टितत्पुरुषः. लीलोः षष्ट्यन्तं नुग्लुकौ प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तम् अन्तिम सूत्रस्य अन्तिमवाक्यं पठतु भगिनि, गतसप्ताहे चर्चितवन्तः. अनुवृत्तिसहितसूत्रं स्नेहविपातने लीलोः अङ्गस्य नुग्लुकौ णौ अन्यतरस्याम्. एकम् उदाहरणं दत्तं, नुक् आगमे लीयोगः णिच् इत्युक्ते लीयोगः नुक् योगः इ इत्युक्ते लीनि, तदनन्तरं लीनयति इति दत्तं भगिनि. अचोणिति इति प्रथमं, किमर्थं न अचोणिति प्रथमं स्यात् एकं प्रश्नं स्यात्. अत्र तु एकं विशेषसूत्रं दत्तं भगिनि, यदि सामान्य सूत्रम् अचोणिति अत्र कार्यं करोति, तदनन्तरं लीलोर्नुक्लुका वन्यतरस्यां स्नेहविपातने इति तु असिद्धमेव, तत्तु असम्भवं भवति. आं भगिनि, तदेव नुग्. धन्यवादः. नुगभावे इति भवानपि म्यूटेड् अस्ति महोदय. कः महोदय? नुगभावे इति कः? मम अहमेव. आम् आम् भय भवान् एव. नुगभावे विभाषा लीयते लिङ् श्लेषणे द्विवादौ, लिङ् श्लेषणे क्रियादौ विकल्पेण आद्व आदेशः भवति एचकविषये. अत्र एचकस्थाने नास्ति एचकविषये इति युक्तत्वात् नाम ली इत्यस्य यदा गुणो वा वृद्धिः वा जायमानः, यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने ईकारस्य स्थाने इत्युक्ते आकारादेशः भवति. लियते इति यक् प्रत्ययुक्तं रूपं, न तु स्यन् प्रत्ययुक्तम् इत्यस्मात् क्रियादिगणीयः अपि च द्विवादिगणीय द्वयोः अपि धातोः ग्रहणं पूर्वतनसूत्रे सूत्रं विभाषा लीयते आत् एचः ल्यपि विभाषा लीयते वदति ली धातोः द्वादिगणे अपि क्रियादिगणे अपि विकल्पेन भवति आत्वादेशः भवति इति एचकस्थाने तत्तु एचकस्थाने न एचकविषये इति भवितुमर्हति इति दत्तं सूत्रं वदति ऐकारपूर्वमेव ऐकारस्य स्थाने एव आकारः आदेशः इति सूत्रं वदति महोदय. एतावत्पर्यन्तं गतसप्ताहे यत् अस्माभिः अतीतं तदेव पुनः दत्तमस्ति, नूतनविषयः नास्ति इति कृत्वा अग्रे ईकारस्य वृद्धि तत्र पठनं अवश्यम् अस्ति वा? ईकारस्य वृद्धिः न जायते अपि तु आदेशः भवति, तदा अर्थिह्रीलि नियोचमयतां पुङ्नौ इति सूत्रं कार्यं करोति. अतः लीयोः निच् उपासा लीयते आत्वादेशः, अनन्तरं ला भवति अत्र आदेशः भवति, अतः ला योः ई ला योः अनन्तरं पुकागमः लापि इति नूतनधातुः धनं लापयति इति भवति. लुग् अभावे अपि च आ आदेशः अभावे अचौनीति इत्यनयोः वृत्तिः तदा यचव्याः इत्यनेन आय् आदेशः लीयोः निच् लै भवति लैयोः इ लाय् योः इ लाय् इति नजन्दरूपं लाय् इति तिङन्दरूपं भवति महोदय. अस्तु महोदय, अग्रिमप्रश्नः कः इत्यपि किञ्चित् पठति किं महोदय? अत्र प्रश्नः महोदय, अहमपि चर्चां कृतवान् भवत्या. अस्तु महोदय, स्नेहविपातने विकल्पेन ली धातुः नुक् तदभावे पुक् इति उक्तं, किन्तु अत्र प्रश्नः उदेति यक् पुक् विधानं केन सूत्रेण? ली स्नेह उपातने धातोः केवलं रूपद्वयं भवति, रूपद्वयमेव भवति खलु, खलु लीन इति लायेति इति विभाषा लीयते इति न आत्तं भवति श्लेषणार्थे एव. एवं चेत् स्नेहपादने लापयति न भवति, अपि च दत्तमस्ति यत् लीलो लुकाम् अन्यतरस्यां स्नेहपादने स्नेहविपातने इत्यनेन नुक् नुक् अभावे विभाषा लीयते इति लिङ् श्लेषणे श्ली ली श्लेषणे क्रियादिगणौ विकल्पेन आत्वादेशः भवति एच विषये, किन्तु विभाषा लीयते इत्यनेन अनयोः धातोः एव कार्यं भवेत् खलु? तर्हि स्नेहविपातने इत्यर्थ नुक नुक् अभावे विभाषा लीयते इति तु न भवति. अत्र प्रश्नः अस्ति स्नेहविपातने ली धातोः ली ली लोर्नुक् वा अन्यत् रश्याम् इति स्नेहविपातने एव कार्यं करोति, तत् अभावे पुक् कथं भवति इति दत्तं, बट् परन्तु कथं भवति इति प्रश्नः आसीत्. अतः विभाषा लीयते आत्वं भवति स्नेहविपातने एव, नाट् विभाषा लीयते श्लेषणार्थे एव लीलोर् लीलोः धातुं नद्ये नास्ति न शमितं स्नेह उपातने इत्यस्य अर्थेन न भवति इति प्रश्नः. कथं भवति लुक् कथं भवति लीलोर् नुक् उपास नेत्रस्यां स्नेहोपातने इति सूत्रेण कथं भवति इति प्रश्नः. तदेव महोदय, अन्यम् अपि तदेव प्रश्नः पठामि महोदय. अग्रे प्रायः पुष्पभगिनी एकवारं पुष्पभगिनी पठित्वा धन्यवादः. धन्यवादः. कुत्र कौमुद्यां दीयते इति अतः भगिनि कौमुद्यां विभाषा लीयते कृतं कौमुद्यां हा कौमुद्यां दीयते तथैव तत्र अग्रवर्गे विश्लेषणे इत्यस्मिन् यः ली धातुः तस्य स्नेहनिपातनार्थः कथं भवति उत्तरमस्ति धातु नाम अनेकार्थाः इति सिद्धान्तः अपि च उपसर्गस्य योगे धातोः अर्थस्य परिवर्तनं भवति अतः तस्य परिवर्तनं भवति अतः विचित्रार्थाः उपद्यन्ते अत्र पठामि भगिनि वि उपसर्गपूर्वकः ली श्लेषणे इति धातुतः स्नेहविपातनार्थम् अर्थे विलीनयति विलाययति विलालयति विलापयति इति रूपाणि भवन्ति अस्तु स्नेहविपाते ली अङ्गात् विकल्पेन नुगागमः भवति नुगागमः भवति ला अङ्गात् विकल्पेन लुगागमः भवति लुग्लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रेण लि योगः लि श्लेषणे श्लेषणे इति वदनेन किमर्थं भगिनि श्लेषणे इत्युक्ते किम् इति किं भवत्याः प्रश्नः अहं तु पठामि अग्रे पठामि वियोगः लि श्लेषणे इति धातुतः हेतुमति च इत्यनेन णिच् प्रत्ययः विधीयते वियोगः लि योगः इ अधुना विभाषा लीयते इत्यनेन विकल्पेन आत्मम् आत्मभावे वियोगः लि कनेक्षन् इति भगिनि क्लिङ्गिङ्ग् टु अडेरिङ्ग् आर् क्लिङ्गिङ्ग् इति आत्मभावे वि योगः लि योगः इ लीलो लुगौ अन्यतरस्यां प्रतिपादयति भगिनि एतावत् पर्यन्तं किम् उक्तम् इति किञ्चित् तत्तु श्लेषणे इत्यस्मिन् अर्थे यः ली धातुः तस्य स्नेहनिपातनार्थं कथम् आगच्छति इति प्रश्नः उदेति उत्तरमस्ति धातूनाम् अनेकार्थाः इति सिद्धान्तः अस्ति अपि च उपसर्ग उपयुक्तं चेत् तत्र अर्थस्य परिवर्तनमपि भवति अतः विचित्रार्थाः उपद्यन्ते तत्तु विचित्रार्थः इत्युक्ते तद् परिवर्तनम् अर्थम् आगच्छति इति न भिन्नभिन्न अर्थाः भवितुम् अर्हन्ति एकैकस्य उपसर्गेण सह भिन्नभिन्न अर्थाः भवितुम् अर्हन्ति इति द्वि उपसर्ग उपयुक्ते सति ली श्लेषणे इति धातुतः स्नेह उपादनार्थं तत्तु उपादनार्थे तत्तु चतुर्विधाः चतुर्रूपाणि भवन्ति, विलीनयति, विलायति, विलालयति, विलापयति इति. स्नेह विपातने उपयतनार्थे ली अङ्गात् आत्म विकल्पेन नुगागमः भवति. तत्तु चत्वारि रूपाणि इति प्रथमं दत्वा कुतः कथं कथं कथम् एकैकं रूपं प्राप्नुमः इति अग्रे महोदय. ला अङ्गात् विकल्पेन लुगागमः भवति. तत्तु ली अङ्गात् विकल्पेन नुगागमः भवति, ला अङ्गात् विकल्पेन लुक् आगच्छति. तत्तु वियोगः ली श्लेषणे इति धातुतः एतमति च इत्यनेन णिच् प्रत्ययः विधीयते. तत्तु वियोगः ली योगः इ इति अधुना विभाषा लीयते इत्यनेन विकल्पेन आत्ममागच्छति. तत्तु वियोगः ला योगः इ विलाययति, तत्तु विलाययति. वियोगः ली योगः इ अत्र लीलो नुक्लुकौ अन्यतरस्यां स्नेहविपातने इत्यनेन एकैकं कृत्वा पश्यामः. धन्यवादः भगिनि. कः अस्ति अनोनिमस् इति? सरला भगिनी अस्ति किं भगिनि? हा हा सरला भगिनी न भगिनि सरला भगिनी भगिनी अहं कार्याणि अस्मि इदानीं पठितुं शक्नोति किं भगिनि? मम समीपे करपत्रमस्ति. आत्वभावे ली योगः ली योगः इ लीर्लो लुगाव लुगाओ अन्यतरस्यां स्नेहविपातने इति सूत्रेण विकल्पेन नुगागमः भवति. ततः वि योगः ली योगः नुक् अत्र ककार इत्संज्ञा भवति, उकार अपि उच्चारणमन्ये. तदनन्तरं न एव अवशिष्यति, योगः हि विलीनि इति नूतनधातुः. विलीनि दातु तिप् तिङ्प्रत्यया कर्तरिषत् आगच्छति, विलीनयति इति रूपं सिद्धं भवति. विलीनयति रूपं तु केवलं विपसर्ग ली धातोः तु स्नेहविपातने इति अर्थः भवति इति कृत्वा लीलोर्लुक् लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रमागत्य तत्र तु विलीनयति इति रूपं प्राप्नुमः. नुकागम आत्वाभावे अपि च नुगाभावे अचोनिनीति इत्यनेन वृद्धिः तदा यचोयावयवः इत्यनेन आय् आदेशः. वि योगः ली योगः निच् वि योगः लै वृद्धि ली वृद्धि भवति, लै योगहि वि लै योगः इ लाय् इ विलायि इति तिजन्तधातुः. तदनन्तरं तिङ्प्रत्यय संयोजनेन विलाययति इति रूपं भवति. द्वितीयरूपं विलीनयति इति एकं रूपं, विलालयति इति सामान्यकार्यम् अचोनिति इति कार्यं कृत्वा विलाययति इति रूपं द्वितीयरूपम्. अस्तु भगिनि, अग्रे अपि पठति किं भगिनि? आत्मपक्षे वियोगः ली यो हि विभाषा लीयते इति सूत्रेण विकल्पेन ई स्थाने आ आदेशः भवति. वियोगः ला योगः इ तदनन्तरं लीलो नुक् लुगौ अन्यतरस्य स्नेह विपातने इत्यनेन लुक् आगमः अत्र लुक् आगमः कुतः विभाषा लीयते इत्यस्य प्रसक्तिः आगच्छति. एषः तु क्रयादिगणस्य धातुः अस्ति. यत् पूर्वम् अस्माभिः दृष्टमासीत् खलु, दिवादिगणस्य क्रयादिगणस्य धातवः सन्ति ली इति धातुः. किन्तु अत्र वि उपसर्गं भवति, तदा अर्थस्य विशेषणं अर्थविशेषं भवति. किन्तु विभाषा लीयते इत्यस्मिन् सूत्रे अर्थविशेषणं न उच्यते खलु. अत्र तु श्लेषणार्थे एव भवतु इति नास्ति. केवलं दिवादिगणस्य क्रयादिगणस्य इत्येव उक्तमस्ति. इति कृत्वा यद्यपि अर्थस्य भेदः भवति, तथापि सूत्रस्य प्रसक्तिः भवति इति कृत्वा विभाषा लीयते इति. चुरादिगणे क्रयादिगणे अर्थ भेदः न सामान्यतः नास्ति अपि आदेशः. अत्र लुगागमः कथं भवति? आत्मपक्षे यद्यपि लि धातुः अधुना ला इति जातः, तथापि तस्य मूलरूपं तु लि इत्येव अस्ति इति कृत्वा एकादेश विकृतस्य अनन्यत्वात् लुगागमः स्यात्. किञ्चित् विकृति किम् इत्युक्ते एकदेश विकृतस्य अनन्यत्वात् इति. एकदेशविकृतस्य अनन्यत्वात् किम् इत्युक्ते किम्? एकः धातुः अस्ति, धातोः किमपि परिवर्तनं जातं, रूपस्य परिवर्तनं जातं, किन्तु प्रत्ययस्य मेलनं किमपि न अभवत्. प्रत्ययस्य मेलनं एतावत्पर्यन्तं न अभवत्, केवलं धातोः रूपस्य किञ्चित् परिवर्तनम् अभवत्. उदाहरणार्थं तस्य महोदय वदति खलु, यत्र शुनकस्य पुच्छः अस्ति, यदि शुनकस्य पुच्छः कर्तितः भवति चेत् अपि शुनकः तु शुनकः एव खलु, तस्य स्वभावः तु न भिन्नः तु नास्ति खलु, पुनः शुनकः एव खलु. तथा एव लीति धातुः अस्ति, अधुना ली धातुः किञ्चित् परिवर्तनं, तस्य रूपं प्रत्ययस्य मेलनं तु न अभवत् खलु, केवलं रूपपरिवर्तनम् अभवत् ली इत्यस्य ला इति अभवत्. अधुनापि सः तु समान तदेव धातुः अस्ति खलु, धातुः संज्ञा तु न त्यक्तः खलु, प्रत्ययस्य मेलनेनैव अङ्गं भवति खलु. अधुना तु धातुः संज्ञा तिष्ठति इति कृत्वा अनन्तरं किम् अस्ति? लीलोर् नुग् लुकौ अन्यतरस्यां स्नेहविपातने, स्नेहविपातने अर्थे एव अस्ति खलु वि इति उपसर्गे उपसर्गसहितं तु तस्य अर्थभेदः भवति खलु. तर्हि स्नेहविपातने अर्थे अस्ति. अनन्तरं किम् अस्ति? अत्र तु उपदेश इति किमपि न उक्तमस्ति सूत्रे. उपदेशव्यवस्थायाम् एव सूत्रस्य कार्यमिति तु इति न उक्तं. तर्हि यत्र विकरणं भवति तथापि तस्य प्रसक्तिः भवति. लीलोर्नुक्लुकौ अन्यतरस्यां स्नेहविपातने इत्यस्य सूत्रं धन्यवादः. भवति इति कृत्वा अधुना ला इत्यस्य कृते लुक् आगमः भवति. लुक् आगमः प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणं. यत्र प्रकृतौ कार्यं विधीयते एकादेशविकृतस्य अनन्यत्वा. एकादेश नास्ति, एकदेश, एकस्मिन् देशे इत्युक्ते एकस्मिन् कोणे, इन् वन् कार्नर्. एकदेशविकृतस्य अनन्यत्वात् इति अनया परिभाषया विकृतौ अपि कार्यं विधीयते. एकस्मिन् देशे विकारः भवति चेत् मूलं तदानीमपि तस्य बीजे अस्ति. छिन्नपुच्छस्व स्व एव तदेव शुनकः. कुक्कुरस्य पृच्छः नास्ति चेदपि सः कुक्कुरः एव. परन्तु लीलोर्नुक्लुक्कौ अन्यतरस्यां स्नेहविपातने इति सूत्रे ई युक्ता ली इति इकारप्रश्लेषा आत्मपक्षे नुक् न स्यात्. अर्थात् लीर्लोर्नुक्लुकौ अन्यौ अन्यतरस्यां स्नेहविपातने इति सूत्रे लीलोः इति अस्ति, तस्मिन् ली इत्यस्य ईकारस्य प्रश्लेषः अस्ति. प्रश्लेषः किम् अर्थं किं भगिनि? ईकारस्य प्रश्लेषः इत्युक्ते अधुना एव दृष्टवन्तः खलु, श्लेष इत्युक्ते गृह्णाति, सङ्गच्छति इति कृत्वा. ईकारं यत्र ईकारम् अस्ति चेत्, योजितमस्ति चेत्, ईकारयुक्तलि, अधुना तु आकारयुक्तलि अभवत्, लीधातुः मूलं तु लीधातुः अस्ति, किन्तु अग्रे गत्वा आकारः परिवर्तनम् अभवत् खलु, विभाषा लीयते इत्यनेन आकारः अभवत्. तदा तु यत्र आकारः अभवत् तस्मिन् पक्षे तु नुक् न भवत् न भवितुमर्हति खलु. किमर्थं नुक् न भवितुमर्हति? लीलोर् नुग् लुकौ इति अस्ति खलु, ली अस्ति चेत् नुग् नुक्, ला अस्ति चेत् लुक् इति उक्तमस्ति. तर्हि यत्र आत्वम् अभवत् तर्हि तस्मिन् पक्षे लुक् एव भवितुमर्हति, नुक् पुनः न भवितुमर्हति. लानयति इति न भवति, अत्र तु ला अनन्तरं लुक् भवति. अधुना ला इति परिवर्तनं जातं खलु, तर्हि अधुना श्लेषणम् इत्युक्ते यत्र कञ्जायिण्ड् इति अर्थः भगिनि. इ इति यत्र योजितम् आसीत् अधुना तु आ इति अभवत् खलु, योजितम् अभवत्. युक्तली इत्यस्य एव पुनः महोदय ईकारप्रश्लेष इति दत्तमस्ति, नाम ईकारस्य उक्तस्य ली धातोः एव नुग् आगमः भवति. ली धातुः यदा ला इति जातं विभाषा लीयते इत्यनेन सूत्रेण, तदा एकदेशविकृतस्य अनन्यत्वात् इत्यस्य कार्यं न भवति. अतः आत्मभूतस्य ला अङ्गस्य नुगागमः न भवति, अपि तु लुग् आगमः भवति विकल्पेन. लीर्लोर्नुगौ अन्यतरस्यां स्नेहविपातने इति सूत्रद्वारा वियोगः लायोः लुक् आगच्छति. लीर्लोर्नु नुक् लुकौ अन्यतरस्यां स्नेहविपातने सूत्रेण वेलालि इति नूतनधातुः, तदनन्तरं तिङ्प्रत्यययोजनेन विलालयति इति रूपं भवति. अस्तु भगिनि, धन्यवादः भगिनि. गीता भगिनि पुनः पठति किं भगिनि? आत्वपक्षे अपि च लुग् लुग् अभावे अर्ति ह्रीव्लीरीक्नुयीक्ष्मायातां पुग्नौ इत्यनेन पुगागमः. वि योगः ली योगः णिच् विभाषा लीयते इत्यनेन ई स्थाने आ आदेशः. वि योगः ला योगः ई इत्युक्ते वि योगः ला योगः पुक् योगः इ, अत्र तु क अपि च उकार लोपः भवति, तदनन्तरं प तिष्ठति. वि योगः ला योगः पकारयोगः इ विलापि इति ऋजन्तधातुः, तदनन्तरं विलापयति इति आयाति. आहत्य एतानि रूपाणि सम्भवन्ति. स्नेहविपातनार्थे आत्वभावे विकल्पेन नुगागमः. विलीनयति विलाययति आत्वपक्षे विकल्पेन लुगागमः. विलाययति विलापयति साधितं खलु भगिनि. प्रश्नः अस्ति किम्? एतावत्पर्यन्तं कस्यचित् अपि मनसि प्रश्नः अस्ति किं कथम् इति? यत्र ली इति अस्ति तत्र तु नुगागमः भवति लीलोर्नुक् लुकौ अन्यतरस्यां स्नेहविपातने इति सूत्रम्. अनन्तरं किं भवति अन्यस्मिन् पक्षे तु केवलम् अचोनिति इत्यनेन वृद्धिः भूत्वा अनन्तरम् आकारः भूत्वा विलाययति इति रूपं भवति. ला इति एषः इति आगच्छति खलु, तर्हि विलायति. अधुना यत्र विभाषा लीयतेः इत्यनेन इति आकारः यत्र प्राप्नोति तस्मिन् समये पुनः सूत्रद्वयस्य कार्यं भवति. एकस्मिन् पक्षे तु लुक् आगमः भवति लीलोर् लुक् अन्यतरस्यां स्नेहविपातने इत्यनेन लका इत्यनेन लुक् आगमः भवति. अनन्तरम् अन्यस्मिन् पक्षे तु अर्ति ह्री लि रि श्नुयि क्ष्माया ताम्बुङ्गौ इत्यनेन पुकागमः अपि भवति. तर्हि विलालयति विलापयति इति रूपद्वयं. तर्हि चत्वारि रूपाणि सन्ति स्नेहविपातने इत्यर्थे. यत्र वि उपसर्गः कः अस्ति चेत् चत्वारि रूपाणि, किन्तु वि उपसर्गः नास्ति चेत् केवलं रूपद्वयमेव भवितुमर्हति खलु. स्नेहविपातने इति अर्थे तु रूपद्वयमेव, विलीन लीनयति लाययति इति रूपद्वयमेव भवितुमर्हति. यत्र वि उपसर्गकः अस्ति चेत् एव क्रयादिगणस्य दिवादिगणस्य धातूनाम् अर्थविशेषणं भवति. तर्हि इष्टं भवति स्नेहविपातने इति अर्थभेदः भूत्वा एतानि चत्वारि रूपाणि प्राप्नुमः, नो चेत् केवलं रूपद्वयमेव. लि धातोः रूपद्वयं लीनयति लाययति इति. अनन्तरं यत्र श्लेषणे इति अस्ति तस्य तु रूपद्वयं भवति खलु. तस्य विल् किम् अस्ति तस्य तस्य तु विभाषा लीयते इति आत्वं भूत्वा किं भवति विलापयति इति रूपं भवति तत्र. विलापयति अनन्तरं विलालयति इति रूपं भवति तस्य, विलाययति इति अचोनिति इति कारणेन. अग्रे सरामः. किम् एतावत्पर्यन्तं प्रश्नः अस्ति किम्? अस्माकं सर्वेषामपि प्रश्नः प्रश्नस्य उत्तरं प्राप्तं खलु, वयं प्राप्तवन्तः खलु. गतसप्ताहस्य यत्किमपि भ्रमः आसीत् तस्य तु अधुना अतः सः तु निवारितः. तर्हि अग्रे सरेम. मणिमहोदय पठति किं महोदय? चीदातुः इति चि चयने स्वादिगणे लटि चिनोति चिनुते चिस्प्रो नौ विकल्पेन चि स्पृ इति धातो धातोः एचः स्थाने आ आदेशः भवति. नौ नौ पूर्णपठित्वा च अनुवर्तिसहितसूत्रं पठामि. नौ इति अनुबन्ध नौ इति अनुबन्धरहितत्वेन निचि निङि च भवति. चिस् चिस् चिसः स्पृ च चिस् धातोः विषये अस्माभिः दृष्टमासीत् खलु. अत्र तु भेदः चिदा तु समापितवन्तः खलु गते सप्ताहे वयम्. आं पठितवन्तः अहं चि अपि. एकनिमिषः पश्यामि. अनुवृत्तिसहितं पठामि महोदय. इत्युक्ते विभाषा ओके सूत्र सूत्रं वदति चि धात्वा स्पृ दात्वा अस्ति चेत् अत्र एच स्थाने आदेशः भवति इति विकल्पेन भवति इति उक्तं महोदय. अतः यत्र आदेशः भवति अत्र अचनिति अनन्तरं चिस्पृणो इत्यनेन आत्मं भवति अनन्तरम् आर्तिह्रीलि क्षमायतां पुङ्नौ इत्यनेन पकारः भवति अतः चापि चापयति इति आदेश अभावे अचोनिति यचोयः द्वयोः अपि कार्यं कृत्वा चायति इति रूपं भवति महोदय. अत्र अग्रिमपङ्क्तिमपि स्मारयति किं महोदय? गणसूत्रस्य किमपि चर्चा आसीत् खलु. चिरादिगणे अन्य पठनं वा महोच्चारं किम् उक्तवती पठितुमिच्छति चेत् पठतु, नो चेत् विवृणोतुं शक्नोति चेत् विवृणोतु महोदय. ओके अस्तु महोदय. चि चुरादिगणे न अन्य मितो अत अहेतौ इति गणसूत्रं मित् अह अहेतौ अतः मिदां ह्रस्वः इत्यनेन उभधायां स्वरः ह्रस्वः भवति स्वार्थे एव. गणसूत्रं न अन्य मितोः इत्यनेन अहेदौ स्वार्थे निचि ज्ञपादयः अन्ये मितोः न स्युः. अत्र कथनस्य शैली अवगन्तव्या, नो चेत् अर्थस्वस्था न स्यात्. पाणिनि धातुपाठे चुरादिगणेशस्य स्थले ज्ञापयतः इति अन्तर्गणः दीयते. तत्र षड् धातवः ज्ञप ज्ञम जः रह बल सिञ्च अस्मिन्नेव प्रसङ्गे नान्यमितो हयदहोयदि गणसूत्रं वर्तते. सूत्रस्य अर्थः एवं यत् एतान् षट् धातूनाम् अतिरिच्य अन्यचुरादिगणीयधातवः अहेतोः विधः न भवति. अनेन ज्ञायते यत् एते षट् धातवः अहेतोः सन्ति अपि च हेतोः हेतो मितः न सन्ति. तर्हि प्रश्नः स्वाभाविकः यत् किमर्थं साक्षात् न उक्तं, किमर्थं यदा न सन्ति तदेव दीयते, यस्य द्वारा बोध्यम् यत् एते षट् तथा सन्ति. अनेन सूत्रस्य लघुत्वं न अन्ये इत्यस्य स्थाने ज्ञापातेः इति स्थाप्यते चेत् सूत्रम् इतोपि दीर्घं भवति. अपि च यतोहि सूत्रं दत्तमस्ति ज्ञपादयः इति अन्तर्गणस्य स्थले, तदर्थं ज्ञापयत इति शब्दस्य अवकाशः आवश्यकता नास्ति. अस्तु महोदय, प्रयत्नं करोमि. चुरादिगणे न अन्ये मितो अहेतो इत्युक्ते मितः भवति अहेतोः इत्युक्ते स्वार्थे एव प्रेरणार्थे न इति अत्र दत्तं. ह्रस्वः भवति प्रश्ना स्वार्थे एव. अनन्तरं गणसूत्रं न अन्यं मितो अहेतौ इति गणसूत्रम् अस्ति. गणसूत्रं कुत्र कार्यं भवति इत्युक्ते ज्ञपादयः षट्, अनन्तरं गडादयः भ्वादिगणे अपि चतुर्चत्वारि धातोः मध्ये अपि कार्यं करोति. तदर्थम् अत्र नान्ये मिदोः रस मिदोः अहोदयोः इति सूत्रेण गणसूत्रेण ञप् यम् सः रः बल शिञ्ज् इति सूत्राणि एव कार्यं भवति. इत्युक्ते अत्र ह्रस्वः भवति. अन्यत्र अदे सुरादिगणे धातुः भवितव्यः अस्ति चेदपि अहेतोपि स्वार्थे अपि मितः न भवति इति दत्तम्. अहेतोः मितो अस्ति इत्युक्ते स्वार्थे एव षड्नामपि षण्णामपि अहेतो षण्णामपि स्वार्थे अस्ति चेत् मित् संज्ञकः भवन्ति. अनन्तरं किं हेतु यत्र अस्ति हेतौ प्रेरणार्थे अस्ति चेत् षड्नामपि षण्णामपि मित् संज्ञकः न संज्ञाः संज्ञा न भवति केवलं षण्णां षण्णां स्वार्थे एव संज्ञा इति. तर्हि स्वार्थे चिदातोः रूपं तु चययति इति भवति. अधुना मित्संज्ञा नास्ति, प्रेरणार्थे वयं पठामः, अधुना मित्संज्ञा नास्ति इति कृत्वा चाययति इति रूपं ह्रस्वत्वं न भवति, मितां ह्रस्वः इति कार्यं. धन्यवादः महोदय. अग्रे पुष्पभगिनी अग्रे पठति किं वदति किं भगिनी, किञ्चित् स्मारयति किं भगिनी, गते सप्ताहे तदेव पुनः दीर्घ सोपानेन महोदयेन दत्तमस्ति, तत् सारांशरूपेण वदति किं भगिनी, पठितुम् आवश्यकता नास्ति, केवलं वदति चेत् पर्याप्तं भगिनि. आदेशे इति दत्तमस्ति खलु. आदेशे चि सप्ता सत्यापाशरूपवीणातूलश्लोकसेना लोमस्त्वच वर्मवर्णचूर्णचुरादिभ्यो निच् इति सूत्रं वदति. ते सर्वे धातूनां कृते निच् सना तत्तु अत्र निच्छतु विधीयते खलु सत्यापपाशकेन चुरादिभ्यो निच्छति अस्ति, चुरादिगणस्य अस्ति इति कृत्वा निच् विधीयते, स्वार्थे निच् विधीयते प्रथमं प्रथमार्थम्. अनन्तरं संज्ञासूत्राणां तु बलाबलचिन्तनमेव नाशकम् इति वदन्ति. किमर्थम् इत्युक्ते संज्ञाः सर्वत्र आगत्य कार्यं करोति, तर्हि संज्ञा तु भवति, अस्य तु सनाद्यन्तदातः इति संज्ञा भवति तथैव ची योगः इ हेतुमति च इत्यनेन ची योगः इ योगः नि सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा पुनः धातुसंज्ञा आतिदेशिकधातुसंज्ञा भवति. तत्तु णिच् द्वे द्वे द्वे समये आगच्छति नेरनिति इत्यनेन नेः लोपः अनिति आर्धधातुके इत्यनेन प्रथम इकारस्य लोपः भवति खलु, स्वार्थयति इकारः विदितः तस्य लोपः भवति, तस्य अनितस्ति लोपः. क्षी योगः इ तत् तद् तत्कारणात् एकस्य लोपः भवति न भगिनि, एक एक इकारः एतत् निच् अस्ति प्रेरणार्थे रिच् निच् यत् अस्ति अग्रे दत् अस्ति तत्तु अनिट् अस्ति इति कृत्वा तस्य इडागमः न भवति खलु इति कृत्वा अनिट् अस्ति इति कृत्वा आर्धात्मकप्रत्ययः अपि अस्ति कृत्वा प्रथम निच् इत्यस्य स्वार्थे निच् अस्ति तस्य लोपः भवति. ओके चियोगः अच एक एव तिष्ठति अचोनिति इत्यनेन वृद्धिः आगच्छति चै इति न भगिनि चै आगच्छति चै योगः इ छिस्पुरोणौ इत्यनेन आदेशः अक्तिरिलीरि क्षम्य क्ष्मयातां पुङ्गौ इत्यनेन पुगागमः चापि अत्र चै तु चागच्छति इति आगच्छति चापि इति पकार पुङ्गौ आगत्य आदेशः आगत्य चापि इति आगच्छति आगमः आगत्य चापि इति आगच्छति नूतनधातुः न अन्यमितो हेतौ इत्यनेन इति गुण गणसूत्रेण मितारसः न भवति संज्ञा न भवति इति कृत्वा कथम् इति वदनेन प्रश्नः आगच्छति तत्तु चि इति पूर्वे अस्ति तत्तु चै आगच्छति तद् कारणात् चिस्फुरोणौ तद् कार्यं करोति तत्रैव मितो मितां ह्रसः न भवति इति चापि इति जन्तदातुः चापयति देयं यत् धातुसंज्ञा सर्वप्रथमं भवति सदा यावत् धातुसंज्ञा स्यात् अन्यत् किमपि कार्यं न भवेत्. अस्तु तदर्थं चुरादिगणे प्रेरणार्थे निचि सर्वप्रथमं द्विवारं निच् विधीयते. अस्तु एतो यतो एवम् अस्ति तदर्थं किं भगिनि महोदय किं भगिनि न महोदय भगिनि कोऽपि न उक्तवान् किमपि न उक्तवान् यतोहि एवम् अस्ति तदर्थं यदा अन्ते मृताह्रस्वः इत्यनेन ह्रस्वत्वं स्यात् तस्य तदानीं प्रसक्तिः एव नास्ति नान्ये मित्रो हेतौ इति गणसूत्रेण. किमित्युक्ते विवक्षा न सृत्य खलु, यत्र मनसि अस्माकं मनसि अस्तु वयं प्रेरणार्थे प्रयोगः वाक्यं रचयामः इति मनसि भवति तदा एव तस्य तु किम् अस्ति तत्र तु नान्ये मितो अहेतौ इति आगत्य तत्र तु मित् संज्ञा एव न भवति इति कृत्वा यत्र अस्माकं संज्ञा एव पूर्वमेव भवति खलु, अत्र तु मित्संज्ञा न भवति इति कृत्वा मितां ह्रस्वः इति इत्यस्य कार्यं कदाचित् अपि न भवति इति. पठामि प्रायः हान्यः पठतु भगिनि. धन्यवादः भगिनि. सरला भगिनी गृहं प्राप्तवती किम्? प्रायः कार्याने अस्ति भगिनि इति मन्ये. अरुणा भगिनी पुनः पठति किं भगिनि? आं भगिनि, अत्र प्रश्नः उदेति यत् चियोगः ईगोः निच् इति स्थितौ प्रथमं सनाद्यन्ता दातवः इत्यनेन धातुसंज्ञा अथवा नेर्णिति इत्यनेन नेः लोपः अनिति आददातुके. अत्र बाध्यबाधकभावः नास्ति, द्वयमपि भविष्यति एव. तर्हि प्रथमं किं स्यात्? यद्यपि तादृशधातुः यस्मिन् निच् द्वयं स्यात् इति विचित्रं प्रतीयते, किन्तु वस्तुतः तु सनाद्यन्तदातवः इति अन्तरङ्गमस्ति, तस्य बहितः किमपि निमित्तं नास्ति. अतः धातुसंज्ञा प्रथमा भवेत्, अनन्तरं निर्णिति अचोनिति इत्यनयोः मध्ये प्रथमं किं स्यात्? यद्यपि अचूनिति परसूत्रं तदपि निर्णिति नित्यशास्त्रम्, अतः तदेव प्रथमं भवति. अनन्तरम् अचूनिति अहं प्रयत्नं करोमि. चुरादिगणे धातूनां प्रथमं निच् स्वार्थे निच् इति कार्यं करणीयं, ततः तदनन्तरं सनाद्यन्तदातवः इति नाम संज्ञा भवति. तदनन्तरं इत्येन तादृशसंज्ञा अथवा नेरनिति इत्यनेन नेः लोपः अनिति आददातुके. किमर्थं नेरनिति अहं न अवगतं भगिनि, सहायं करोमि. अहं वदामि भगिनि, नास्ति चिन्ता, अहं प्रयत्नं करोमि. अस्तु, अत्र तु प्रथमं चियोगः ईयोगः निच् इति अस्ति खलु, निच् द्वयम् अस्ति खलु, तस्मिन् सन्दर्भौ कस्य प्रसक्तिः, कः प्रथमं कार्यं करोति इति. प्रथमं किमस्ति इत्युक्ते सनादिन्तदातु इति दातवः इति धातुसंज्ञा तु प्रथममेव विद्यते खलु. धातुसंज्ञा यत्र धातुसंज्ञासूत्राणि वर्तन्ते तेषां तु बलाबलचिन्तनमेव नावश्यकम् इति दत्तं कुत्रचित् मया पठितं. किम् इत्युक्ते यत्र प्रत्ययः वा किमपि विधीयते तत्र तु संज्ञा तु पूर्वमेव आयाति, तस्य तु बलाबलचिन्तनमेव नावश्यकम्. अत्र यत्र अन्यदपि महोदयेन अत्र विवृतं सनादिन्त इति धातवः इति इत्यस्य कृते डेरनिटि इति बहिरङ्गं भवति, तस्य तु निमित्तमस्ति खलु. सनाद्यन्ता दातवः इत्यस्य निमित्तमेव नास्ति, तस्यैव तस्मिन्नेव उल्लिखितमस्ति खलु. उदाहरण यत्र वयं चियोगः णिच् इति स्वीकुर्मः, चियोगः ईयोगः णिच् इति स्वीकुर्मः, चियोगः प्रथम इकारः यत् अस्ति तस्य तु सनाद्यन्ता दातवः इत्यनेन तस्य तु संज्ञा तु विधीयते खलु. अनन्तरमेव नेरनिटि इति सूत्रमागत्य कार्यं नेरनिटि इति बहिरङ्गकार्यमस्ति इति महोदयेन वृतम्. अन्यत्रापि मया पठितं किमित्युक्ते संज्ञासूत्राणां कृते बलाबलचिन्तनं न आवश्यकम् इति. अस्तु, तर्हि अत्र किं भवति इत्युक्ते अत्र नेरनिटि इत्यस्य प्रसक्तिः अस्ति, अचोनिटि इत्यस्यपि प्रसक्तिः अस्ति. किमर्थम् इत्युक्ते चि इत्यस्य चै भवितुमर्हति खलु, चै योगः इ योगः निच्छति भवितुमर्हति. तर्हि किं प्रथमं भवति इति प्रश्ने सति छै योगः निच्छति प्रथमं कार्यं, अत्रैव अस्माकं कृताकृतप्रसङ्गः चिन्तनीयः. छै योग चि योगः ई योगः निच्छति स्थितौ यदि प्रथमनिष्करणेन यदि वयं किम् अस्ति वयम् अचोनिति इति कार्यं कारयामः इति चिन्तयत् तर्हि छै योगः ई योगः निच्छति भवति. नो चेत् निच् इत्यनेन अपि प्रथम इकारस्य चै इति भवति खलु, ऐ इति भवति खलु, योगः ऐ योगः निश्चित् इति भवितुमर्हति खलु. तर्हि दाता भवति चेत् पुनः यद्यपि तत् आरम्भे कार्यं करोति इति चिन्तयतु, अचोनिति इति प्रथमं कार्यं करोति इति चिन्तयतु. अनन्तरं किं भवति, नेरनिति इति आगत्य इकारस्य लोपः भवति, तस्य यत् यः कार्यमस्ति तस्य तु लोपः भवति. किन्तु यदि नेरनिधि प्रथमं कार्यं करोति चेत् अचोनिति इत्यस्य कार्यमेव न भवति इति कृत्वा नेरनिति इति नित्यसूत्रं भवति. कृताकृतप्रसङ्गि वयं चिन्तयामः चेत् तर्हि नेरनिति नित्यसूत्रम् इति कृत्वा प्रथमं तु नेरनिति इत्येव कार्यं भवति, तदनन्तरमेव अचोनिति लोपः भवति, तत्र तु स्वार्थयते तस्य लोपः भवति. तदनन्तरम् आर्धधातुक यत् प्रत्ययस्य निच्छसि निच् प्रत्ययः अस्ति तस्य अचोनिति इति कार्यं भवति चि धातोः कृते. अग्रे आत्वादेशभावे एकमेव एवमेव करः तदपि पूरयति किं भगिनि? आदेशभावे एवमेव क्रमः. सि योगः णिच्, सि योगः हि, इ योगः णिच्, निर्णिति इति सूत्रेण प्रथम एकार णिच् लोपः भवति. चि योगः हि, अचूणिनि इति सूत्रेण वृद्धिः भवति. थै योगः इ, एचो ऐ आयावः. छाय् योगः हि, छाय् नान्येमितौ अहेतौ इति घनसूत्रेण मितां ह्रस्वः न भवति. हेतौ प्रेरणार्थनिश्चय हेतौ इति कारणं. छायि इति निजन्तधातुः, छाययति इति रूपं निष्पन्नं भवति. आत्वं भूत्वा अनन्तरम् अर्ति ह्री पुङ्नौ इत्यनेन पुकागमः भूत्वा चापयति इति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे चायेति इति. उभयत्र ह्रस्वत्वं न भवति. किं मितं ह्रस्व कार्यं न करोति, किमर्थम् इत्युक्ते हेतवति इति कृत्वा हेतुसंज्ञा मित् संज्ञा न भवति अत्र. नान्ये मितौ किमस्ति, नान्ये मितौ अहेतौ इत्यनेन इति गणसूत्रेण. धन्यवादः भगिनि. धन्यवादः. गीताञ्जलि भगिनि पठति किं भगिनि विधातुः कृते? विधातुः वि गतिव्याप्तिप्रजनकान्त्यसनखादने अदादिगणे लट्लकारे वेति अर्थः गच्छति, जन्यते च. णिचि अनेके अर्थाः, तेषु एकः अर्थः प्रजनयति. प्रजने वीयते हे इत्यनेन प्रजनार्थे आ आदेशः विकल्पेन भवति णिच् प्रत्यये परे. आ अर्ति ह्री व्ली री क्नुयी क्ष्मायातां पुग्णौ इत्यनेन पुगागमः. प्रजने वीयते हे प्रजनार्थे विकल्पेन वी धातोः एचः स्थाने आकारादेशो भवति णौ परे. प्रजने सप्तम्यन्तं वीयते षष्ठ्यन्तं द्विपदमिदं सूत्रम्. आदेच उपदेशेशिति इत्यस्मात् आत् एच् इत्यनयोः अनुवृत्तिः. चिस्फुर्णौ इत्यस्मात् णौ इत्यस्य अनुवृत्तिः. विभाषा लीयते इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं. प्रजने विभाषा वीयते एचः क्षम्यतां भगिनि, प्रजने विभाषा वीयते हे एचः आत् णौ. अत्र तु अग्रे पठामि भगिनि. किञ्चित् वक्तुम् इच्छति चेत् कृपया. अस्तु भगिनि. अस्तु, अत्र तु एकं नूतन धातु आगच्छति, वि इति धातुः. अदादिगणे धातु अस्ति. लट्लकारे वेति अर्थः गच्छति, जन्यते. णिचि किन्तु णिचि अनेके अर्थाः. तदनन्तरं णिच् अर्थः प्रजनयति इति एव. अत्रैव अनेके गति व्याप्ति प्रजन इति उक्तमस्ति खलु. अत्र शब्द अष्टादेव डाट् काम् मध्ये पश्यामि, तत्र तु अर्थाः अपि अधुना दत्ताः. तर्हि टु गो, टु पर्वेट्, टु सरौण्ड्, टु अटाक्, टु बि प्रेग्नेण्ट्, टु कन्सीव्, टु ग्लो, टु शैन्, टु थ्रो, टु ईट् इति अर्थाः भवन्ति इति. वेति वि धातुः वेति इति रूपं भवति. ओ वेति, अस्तु भगिनि. ओ अनेके अर्थाः सन्ति इति, यत् भिन्नवेति अस्ति. सर्वे वेति एव वेति इति. अस्तु अस्तु. अत्र प्रजने वीयतेः इति एकं सूत्रम् इत्यस्मात् अत्र अर्थेषु अनेकेषु अर्थेषु एकः अर्थः अस्ति, अन्यतमः अर्थः अस्ति प्रजनयति इति, टु कन्सीव् इति अपि अर्थः अस्ति. अधुना अस्माकं प्रजने व्येतेः इति सूत्रं किं वदति? यदि प्रजनार्थे टु कन्सीव् इति अस्ति चेत् आ इति विकल्पेन आदेशः भवति इति. अन्यस्मिन् अर्थेषु आगच्छति चेत्, अन्येषु अर्थेषु आगच्छति चेत् आत्वम् आदि आत्वा आदि विकल्पेन आदेशः न भवति, केवलं वागयति इति रूपं भवति. अचोण्यति कार्यं कृत्वा वागयति इति एव रूपं. यत्र प्रजनार्थे अस्ति चेदेव अस्य सूत्रस्य प्रसक्तिः. अस्तु भगिनि. प्रजने वीयते आदेश ञचि परे, तदनन्तरम् अस्ति ह्रीक्ष्मयतां पुग्नौ पुगागम भगवत् आगच्छति, आगम आगम भवति. तदनन्तरं एक प्रजने वीयते इति एकं सूत्रं, तत्तु प्रजने सप्तम्यन्तं वीयते षष्ट्यन्तम्, अपि च अनुवृत्तिसहितसूत्रं प्रजने विभाषा वीयते. विभाषा इत्युक्ते विकल्पेन वीयतेः एचः आत् इत्युक्ते प्रजने वीयते आ आदेशः भवति णिच् परे. अत्र तु विषयसप्तमी इति मन्ये, प्रजने इति विषयसप्तमी, तस्मिन् सन्दर्भौ वीयतेः तु एचः स्थाने आत् आगच्छति इति, नोपरे इति. वीय कुत्र आगच्छति भगिनि? वीयते वीयते इति कुतः लिखितमस्ति इति कृत्वा प्रत्ययः इति मन्ये. अत्र वीयति इति यक् प्रत्ययः आयति इति मन्ये. ओ अस्तु भगिनि. कदाचित् तस्य निर्णयार्थं धातुः किमस्ति, धातु सूचयितुं क्ष्तिप् वा इक्ष्तिपौ धातु निर्देशे इति अस्ति खलु, अनन्तरं यक् प्रत्ययः अपि कदाचित् आगच्छति. किमर्थं यक् अत्र आयाति, किमर्थं केवल वी सप्तम्यन्तं न दत्तं पाणिनेः इति तु अहं न अवगतं. आं भगिनि, तत् द्रष्टव्यः. प्रायः केवलं किम् अस्ति छन्दसः कृते स्यात्, किन्तु पश्यामि भगिनि, दृष्ट्वा वदामि. समीचीनप्रश्नः अस्ति भगिनि. अस्तु धन्यवादः भगिनि. अग्रिमं पठामि भगिनि. अस्तु. यद्यपि वि धातुः अपि अन्ये विशेषाः ईकारान्त ईकारान्तः धातवः इव एजन्तः नास्ति, तथापि प्रक्रियायां वृद्ध्यादेशेन एच् आयाति. वृद्ध्यादेशेन इत्युक्ते किं भगिनि? वृद्धि आदेशे, वृद्धि वृद्धि आदेश अस्ति चेत् एच् आयाति. अस्तु. णिचि परे अचोणिति इत्यनेन वृद्धिः. अस्तु. यथा वियोगः णिच् अचोणिति इत्यनेन वृद्धिः, वै योगः ईकारान्तः वि धातुः एजन्तः जातः. अस्तु. प्रजने वीयतेः इत्यनेन प्रजनार्थे आकारदेशः आयाति, वा योगः ई. अधुना अर्ति ह्री व्लीरिक्ष्मयतां पुग्णौ पुगागमः भवति, इत्युक्ते वा योगः पुक् योगः इ वापि इति णिजन्तधातु तदनन्तरं वापयति इति आयाति भगिनि. अस्तु भगिनि, अग्रे प्रायः मणिमहोदय पूरयति किं महोदय? वृजनार्थे आत्व अभावे वि योः निच् अचोनिति इत्यनेन वृद्धिः, वै योः हि यचोयावयावः इति सूत्रेण वाय् योः हि वायि यजन्तुरूपं वायति इति तिङन्तुरूपम्. अनन्तरं वृजनार्थे नास्ति चेत् वि योः निच् अचोनिति इत्यनेन वृद्धिः, वै योः इ एचयोः वायोः इ वायि वायति इति रूपं. तद् प्रजनार्थे अस्ति चेत् एकत्र पुगागमः आत्वं भूत्वा अन्यत्र आत्व अभावे वाये, अत्र पूर्वं वापयति अनन्तरं वायति, प्रजनार्थे नास्ति चेत् अपि वायति इति रूपं भवति, तृतीयरूपाणि भवन्ति. अस्तु महोदय, धन्यवादः महोदय. प्रश्नः अस्ति किं भगिन्यः? एकः प्रश्नः मया लिखितः अत्र, अहं टिप्पणीं कृतवती. महोदयं पृच्छामि भगिनि, किमर्थम् अत्र यक् प्रत्ययः किमर्थं योजितं, किमर्थं तस्य किमपि अन्यः अर्थः अस्ति किम् इति, आवश्यकता कुतः इति पृच्छामि अहं. किमर्थम् इक्वा स्थित्वा निर्देशः न स्यात् इति पृष्ट्वा वदामि भगिनि. अत्र अत्र अष्टाध्यायी बालरमणा मनोरमायां किमपि दत्तमस्ति किन्तु मया न अवगतं, महोदयं पृष्ट्वा वदामि भगिनि. अस्तु भगिनि, अत्र तु प्रजनार्थे आत्वाभावे वाययति, अपि च प्रजनार्थे नास्ति चेत् अपि वाययति भगिनि. आम्, केवलम् एकमेव रूपं खलु, केवलं सामान्यकार्यमस्ति. अत्र गति गत्यर्थे अस्ति चेत् अत्र तु अनेके अर्थाः सन्ति खलु, गच्छति, व्याप्तिः इत्यपि अर्थः अस्ति. तादृश अर्थेषु आगच्छति चेत् वाययति इति रूपम्. यत्र यत्र प्रजनार्थे अस्ति चेत् रूपद्वयं भवति, वापयति वायति. सामान्यरूपमस्ति वायति इति अचोनिति इत्यनेन. अधुना प्रजनार्थे अस्ति चेत् विकल्पेन वापयति इति अपि रूपम्, अन्यत् रूपमपि प्राप्नोति. अस्तु अस्तु, विकल्पेन तत्तु अहं विस्मरामि, अवगतं भगिनि. अस्तु भगिनि, अत्र वयते वीयते इति स्यनानिर्देशः इति उक्तमस्ति. स्यन् प्रत्ययः किमर्थम्? स्यन् इति किमर्थम् इति महोदयं द्रष्टव्यं. स्यन् प्रत्ययः इति किमपि गर्भं ग्राहयति इति कृत्वा स्यन् प्रत्ययस्य ग्रहणम् इति दत्तमस्ति, अहं पृष्ट्वा वदामि भगिनि. स्यन् कुत्र दत्तं भगिनि? अत्र यकारः अस्ति खलु, तत् मध्ये एकः स्यन् इति स्यन वीयते इति, क्षम्यतां, न स्यना निर्देशः इति, अन्य अन्य यक् प्रत्ययः एव अस्ति इति मन्ये, यका एव निर्दिष्टः. क्षम्यतां, नो नो नो नो, युक् युक् विद युक् इति प्रत्ययनेन युक् इति विधानम् इति दत्तमस्ति प्रत्यय. महोदयं पृष्ट्वा वदामि भगिनि, न जानामि अहं तु. अन्यप्रश्नः अस्ति किम्? भगिनि एकः प्रश्नः भगिनि, प्रजने वीयते इति सूत्रं केवल वी धातोः प्रसङ्गे अस्ति न भगिनि? किमपि अन्य धातु विषये प्रसक्ति एव नास्ति न भगिनि? आमां, प्रजने वीयते इति सूत्रस्य इति केवलं वि धातोः यत्र प्रजनार्थे अस्ति चेत् तस्य महत्वमस्ति, नो चेत् नास्ति. अस्तु, वि धातोः तु अनेके अर्थाः अपि भवन्ति. अपि सर्वे अर्थाः सर्वे रूपाणि अदादिगणे एव अस्ति भगिनि? आं भगिनि, आम् आम् आम् आम् भगिनि, आम्. अस्तु भगिनि, धन्यवादः. प्रायः सन्दर्भानुसारं प्रायः कदाचित् तु उपसर्ग सहितमपि तादृशं भिन्नभिन्न अर्थेषु आगच्छति इति मन्ये भगिनि. तदपि अहं पृष्ट्वा वदामि. उपसर्गसहितम् एतादृश अर्थाः भवन्ति वा किं, नो चेत् उपदेशं विना, क्षम्यताम्, उपसर्गं विना अपि एते अर्थाः भवन्ति किम् इति पृष्ट्वा वदामि. तदपि अहं मन्ये उपसर्गः नास्ति चेदपि एते अर्थाः भवन्ति इति मन्ये भगिनि. धन्यवादः. धन्यवादः. अस्तु, तर्हि विरमाम किम्. धन्यवादः भगिनि. धन्यवादः. धन्यवादः महोदय. धन्यवादः भगिनि.